नमस्कारः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति प्रेरणार्थे णिच् इति विषयः। वयं जानीमः सर्वेभ्यः धातुभ्यः प्रेरणार्थे णिच् प्रत्ययः विधीयते। णिच् प्रत्ययः अर्धधातुकप्रत्ययः, अतः अत्र अर्धधातुकप्रक्रिया आश्रियते। तर्हि अत्र प्रेरणार्थे णिच् विधायकसूत्रमस्ति हेतुमति च इति सूत्रम्। यस्मिन् व्यापारे प्रयोजककर्ता हेतुः वर्तते, अपि च तत्र प्रयोज्यकर्ता अपि भवति, तादृशव्यापारे धातुतः णिच् प्रत्ययः भवति इति वयं जानीमः। तर्हि प्रयोजककर्तुः हेतुसंज्ञा अपि अस्ति, कर्तृसंज्ञा अपि अस्ति। प्रयोज्यकर्तुः कर्तृसंज्ञा अस्ति स्वतन्त्रकर्ता इति सूत्रेण। एतत् सर्वम् अस्माभिः दृष्टम्। यदा धातुतः णिच् प्रत्ययः विधीयते तदानीं सनाद्यन्तादातवः इत्यनेन नूतनधातुसंज्ञा जायते इत्यपि अस्माभिः ज्ञायते। शुरादिगणे अपि णिच् प्रत्ययः विधीयते नित्यरूपेण, परन्तु तत्र णिच् प्रत्ययः स्वार्थे विधीयते, इत्युक्ते णिच् प्रत्ययस्य विशेषः अर्थः नास्ति, धातोः यः अर्थः अस्ति स एव अर्थः। इदानीं धातुतः प्रेरणार्थे णिच् प्रत्ययः विधीयते चेत् तस्य अर्थः कः, प्रत्ययस्य अर्थः कः, णिच् प्रत्ययस्य अर्थः कः? कोऽपि वदतु। तत्र प्रयोज्यकर्तारं प्रेरणा करोति। प्रेरणा बहुधा प्रकार भवति प्रेरणा, परन्तु प्रेषणा वा प्रेरणा प्रायः समान अर्थः। समीचीनम्। इत्युक्ते पट् इति धातुतः णिच् प्रत्ययः प्रेरणार्थे विधीयते चेत् णिच् प्रत्ययस्य अर्थः अस्ति प्रेरणा इति अर्थः, तादृशप्रेरणार्थे एव णिच् प्रत्ययः विधीयते। परन्तु चुर् इति धातुतः चुरादिगणे णिच् प्रत्ययः विधीयते चेत् णिच् प्रत्ययस्य अर्थः नास्ति। चोरयति इति वयं वदामः चेत् तत्र चुरादिगणे चोरयति इत्युक्ते अन्यं प्रेरयति इत्यर्थः नास्ति। तत्र चोरयति इत्युक्ते स्वयमेव चौर्यकार्यं करोति, तर्हि तत्र णिच् प्रत्ययस्य विशेषः अर्थः नास्ति इति कृत्वा एव चोरयति इत्युक्ते स्वयमेव चौर्यकार्यं करोति इति अर्थः जायते। परन्तु यदि चुर् इति धातुतः यदा प्रेरणार्थे णिच् प्रत्ययः विधीयते, स्वार्थे णिच् विधानानन्तरं पुनः प्रेरणार्थे णिच् प्रत्ययः विधीयते चेत् तदानीं तत्र चोरयति इत्येव रूपं लभ्यते, परन्तु इदानीं चोरयति इत्युक्ते स्वयमेव चौर्यकार्यं करोति इति अर्थः नास्ति। चोरयति इत्युक्ते रामः श्यामम् अथवा श्यामेन पुस्तकं चोरयति इति वयं वदामः चेत् तत्र रामः यः प्रयोजककर्ता अस्ति सः कार्यं न करोति, चौर्यकार्यं न करोति, परन्तु सः अन्यं प्रेरयति, अतः तत्र चोरयति इत्यस्य अर्थः विशेषार्थः अस्ति। परन्तु चोरयति इति चुरादिगणे तादृशार्थः नास्ति इति स्मर्तव्यम्। अतः एव चुरादिगणे प्रत्ययः स्वार्थे अस्ति इति वयं वदामः। स्वार्थे इत्युक्ते धातोः यः अर्थः, चुर् इति धातोः यः अर्थः स एव अर्थः अस्ति चोरि इति धातोः अपि, अतः धातोः नूतनः अर्थः न लभ्यते तत्र। परन्तु चुरादिगणे धातोः यः अर्थः अस्ति यदा तत्र णिच् प्रत्ययः विधीयते इदानीं नूतनः अर्थः अपि योजितः भवति। तत्र चोरयति इति वयं वदामः चेत् तत्र नूतनः अर्थः अपि योजितः वर्तते प्रेरणार्थे इति अत्र स्मर्तव्यम्। प्रक्रिया तु वयं जानीमः, अत्र धातोः विभजनं कुर्मः, अजन्तदातवः हलन्तदातवः इति। अजन्तानाम् अचोयणिति इत्यनेन अन्तिमवर्णस्य वृद्धिः भवति णिचि परे। हलन्तधातुः अस्ति चेत् उपधायां कः वर्णः, उपधायाम् इक् लघु इक् वर्णः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणः, उपधायां ह्रस्वकारः अस्ति चेत् अत उपधायाः इत्यनेन उपधायाः वृद्धिः भवति णिचि परे। तर्हि तत्सर्वं वयं जानीमः। अपि च चुरादिगणे विशेषः वर्तते, तत्र चुरादिगणे नित्यरूपेण स्वार्थे निष्प्रत्ययः विधीयते। यदा अस्माकं विवक्षा अस्ति तत्र प्रेरणार्थे अपि निष्प्रत्ययः भवतु चुर् धातुतः इति अस्ति चेत् तदानीं द्वितीयवारं निष्प्रत्ययः विधीयते। यदा द्वितीयवारं निष्प्रत्ययः विधीयते तदानीं तत्र स्वार्थे यः निष्प्रत्ययः अस्ति तस्य लोपः भवति नेरनिति इति सूत्रेण। अतः पुनः चोरयति इत्येव रूपं लभ्यते। वाक्ये चोरयति इति पदस्य प्रयोगः अस्ति चेत् तदानीं अस्माभिः द्रष्टव्यं भवति अत्र चोरयति इत्यस्य कः अर्थः इति, स्वार्थे अस्ति वा प्रेरणार्थे अस्ति वा इति द्रष्टव्यम्। इदानीं रामः पुस्तकं चोरयति इति वयं वदामः चेत् कस्मिन् अर्थे अस्ति? अर्थे अस्ति स्वार्थे अस्ति यदि अहं सम्यक्, यतोहि सः स्वयं चौर्यकार्यं करोति। तत्र चुरादिगणीयधातुः चुर् धातुतः निष्प्रत्ययः लटि चोरयति इति रूपम्। इदानीम् अहं वदामि रामः श्यामेन पुस्तकं चोरयति, अत्र चोरयति इति कस्मिन् अर्थे? प्रेरणार्थे अस्ति इति वयं जानीमः। कथं तत्र निर्णयः भवति इति वयं जानीमः, प्रेरणार्थे अस्ति वा स्वार्थे अस्ति वा इति वयं ज्ञातुं शक्नुमः। अस्तु, तर्हि इदानीं प्रक्रियायाः चिन्तनं जायमानमस्ति। अजन्तधातुषु आकारान्तधातवः सन्ति चेत् तत्र अर्ति ह्रि व्लि रि ग्नूयि श्मायातां पुङ्नौ इति सूत्रेण पुगागमः भवति धातोः, आकारान्तानां धातूनां पुगागमः भवति निशिपरे। पुगागमः कित् अस्ति, अतः अद्यन्तौ टकितौ इत्यनेन धातोः अन्ते आयाति। तर्हि दा इति धातुः अस्ति चेत् तत्र पुगागमः भवति निचिपरे, अतः दापि इति नूतनधातुः लभ्यते। तर्हि दापयति इति तत्र रूपं लभ्यते इति वयं गतवर्गे एव वयं दृष्टवन्तः। तर्हि नमस्ते भगिनि, विजयलक्ष्मी। नमस्कारः भगिनि। नमस्कारः महोदय, विजया अस्मि। नमस्कारः भगिनि। तर्हि इदानीं तत्र अर्ति ह्रि व्लि क्नुयि इति दृष्टवन्तः खलु गतवर्गे? हा, इदानीं तत्र अग्रे अस्ति धातुपटे यावन्तः आकारान्ताः सन्ति तेषां सर्वेषां पुगागमः भवति इति, ततः आरभ्य एकवारं पठामः, पठित्वा अग्रे गच्छामः। तर्हि कः पठति? सरस्वती भगिनी पठति वा? आं भगिनि। धातुपाठे यावन्तः आकारान्तरधातवः तेषां सर्वेषां पुगागमो भवति। ध्येयं यत् दापि धापि इव पाठे लेखि अपि यः कोऽपि निजन्तः सनादिन्तधातवः इति सूत्रेण धातुसंज्ञां प्राप्नोति। यत्र धातुः जातः तत्र विवक्षायां लट् लोट् लङ् विधिलिङ् लकाराः विधीयन्ते, तेषां स्थाने तिङ् प्रत्ययाः, तदा कर्तरी शप् इत्यनेन शप् विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नम्। दापि धापि इत्यादयः णिजन्तधातवः नूतनतया धातुसंज्ञां यदि न प्राप्यन् तर्हि तिबादय तिङ् प्रत्ययाः विहिताः न अभविष्यन्। अस्य विवरणं ददामि वा प्रथमं वा अग्रे पठामि भगिनि? आमां, कृपया कृपया। अस्तु, तर्हि दा धातुः अस्ति अथवा धा धातुः अस्ति, आकारान्तधातुः अस्ति, अतः अत्र अर्तिरि व्लि रि क्नुयि क्ष्मायाताम् अङ्गानां पुग् णौ अनेन सूत्रेण पुगागम भूत्वा नूतनधातुः भवति दापि इति। तर्हि अत्र दत्तमस्ति अत्र दापि अथवा धापि पाठी लेखी एवमेव अस्ति निजन्तधातवः, तर्हि नूतनधातुः निजन्तः अस्ति अतः सनादन्तधातवः सूत्रेण धातुसंज्ञा प्राप्नोति। इदानीं धातु भूत्वा तदनन्तरं यस्मिन् लकारे तस्य वक्तुः विवक्षा अस्ति तस्मिन् लकारे सः तस्य प्रयोगं कर्तुं शक्नोति, तर्हि तिङ् प्रत्ययः तस्य कृते आवश्यकता अस्ति तत्र. तस्मात् पूर्वं कर्तरी शप् अनेन शप् विहितः भवति, तदनन्तरं शप् अनेन केवलम् अ अवशिष्यते, वर्णमेलनं भूत्वा तिङन्तरूपं भवति. यदि नूतनधातुसंज्ञा न भवति तर्हि तिपादयः तिङ् प्रत्ययः अपि कर्तुं न शक्नुमः. यावत्पर्यन्तं धातुः नास्ति तावत्पर्यन्तं तिङ् प्रत्ययः योजयितुं न शक्नुमः. अग्रे पठामि वा भगिनि? दापि इकारान्तधातुः अस्ति. शपः परत्वात् दापि योग अ सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः दापे एचोयवायावः इत्यनेन अय आदेशः दापय योग अ दापय इति अङ्गं भवति. तर्हि प्रथमं तु अङ्कनिर्माणं भवति. दापि नूतनधातुः अस्ति, तदनन्तरं कर्तरी शप् अनेन शप् भूत्वा, तदनन्तरं लशक्वत् अधीते तथा हलन्त तस्य लोपः भूत्वा अ केवलम् अवशिष्यते. तर्हि दापि योग अ इदानीं सार्वधातुकार्धधातुकयोः अनेन गुणं भवति. दापि गुणं भूत्वा दापे भवति. एकारान्त अस्ति अतः एचो यवायावः इत्यनेन अय आदेशः भवति. दापै योग अ तर्हि दापय इति भवति. इदानीम् अङ्गं भवति, तदनन्तरमेव तिङ् प्रत्यये योजयितुं शक्नुमः. एवमेव निजन्तधातवः सर्वे इकारान्तः, पाठी लेखी गमी निन्दी क्षालि, अतः सर्वत्र अयमेव चिन्तनक्रमः. अग्रे गत्वा अस्मिन् करपत्रे बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुकयोः एचो यवायावः इत्याभ्याम् अङ्गं तदा तिङ्गः योजनेन तिङ्गन्तपदं निष्पन्नम्. तर्हि धातु भूत्वा सनातनधातु भूत्वा तदनन्तरं शप् योजयित्वा नूतन अङ्गं भवति. अङ्गं भूत्वा तदनन्तरं तिङ् योजनेनैव तिङन्तपदं भवति. समीचीनम्. इत्युक्ते निष्प्रत्ययस्य योजनानन्तरं सर्वे धातवः इकारान्तः, निजन्तदातवः इकारान्ताः. धन्यवादः भगिनि, कृपया म्यूट् करोतु. धन्यवादः भगिनि. तर्हि निच् प्रत्ययस्य योजनानन्तरं सर्वे निजन्तदातवः इकारान्तः, इकारान्तः तत्पश्चात् तत्र लट् लोट् लङ् विधिलिङ् इत्येषां विवक्षा यदा भवति तदानीं तत्र मध्ये कर्तरार्थे सर्वधातुकप्रत्यये परे शपः विधानं, शप् निमित्तीकृत्य तत्र प्रथमतया सर्वधातुकार्धधातुकयोः इत्यनेन गुणः सर्वत्र भवति, प्रक्रिया समाना अस्ति सर्वत्र, अपि च एचोयवायवः इति सूत्रद्वयं सर्वत्र कार्यं करोति. पाठे पाठय पाठय इति रूपं सर्वत्र लभ्यते इति वयं जानीमः. इदानीं तत्र पाठी इति धातुतः आर्धधातुकप्रक्रिया यदा क्रियते, पाठीयोगः तप् प्रत्ययः, तत्र किं भवति? किं प्रत्ययं महोदय? सूर्यकुमारी भगिनी वदतु. पाठीयोगः तप् प्रत्ययः तत्र किं भवति? तप्रत्ययः भूते भूतकालार्थे तत्र आर्धधातुकः अस्ति अपि निद्वत् भवति चेत् गुणः न भवति. निद्वत् इति किमर्थं वदति? तप्रत्ययः ककारः तकारः, तत् तवतु इति अस्ति खलु, तवतु प्रत्ययः अस्ति इति स्वीकरोतु. तवतु प्रत्ययः अस्ति चेत् किं भवति तत्र? तवतु तवतु तव तव पठितवत् तवतु अस्ति चेत् आर्धधातुक अस्ति आर्धधातुक प्रत्यय अस्ति चेत् गुण भवति न आर्धधातुकप्रत्ययः अस्ति चेत् गुणः भवति इति नास्ति खलु तवत्तु प्रत्ययः कित् अस्ति खलु तत्र प्रथमतया तत्र विजयलक्ष्मीभगिनी वदतु विजयलक्ष्मीभगिनी वदतु पाटीयोगः तप्रत्ययः अस्ति चेत् किं भवति तप्रत्ययः कित् अस्ति अतः स्मिति च इत्यनेन गुणादेशः निषिध्यते अतः पाठितः इति एव पाठित इति एव भवति गुणः न भवति गुणः न भवति इति तु सत्यं परन्तु तत्र तप्रत्ययः आर्धधातुकप्रक्रिया अस्ति चेत् तत्र किं भवति सामान्यतया इडागमचिन्तनं करणीयं खलु तर्हि किं भवति तत्र तत्र इडागमः भवति वा न वा पाठितवान् इति भवति तव तु भवति तर्हि कथं भवति तद् तत् कथं भवति तव तु अस्ति अतः तत्र आर्धधातुकस्य बलादेगे इत्यनेन इडागमः भवति पाठितवान् इति अन्तिमरूपं खलु महोदय न तावदेव इति नास्ति अत्र नेरनीति कस्यचित् हा वदतु नेरनीति अस्य एकवारं नी आगतवान् अतः पुनः नी इकारन्त न भवति न वा निच् प्रत्यय निच् प्रत्यय भूत्वा इका इ अस्ति तत्र तर्हि पुनः इडागमतः नि इ न आगच्छति नेरनिटि नेरनिटिसूत्रेण प्रथम इकारस्य लोप भूत्वा तदनन्तरम् इडागमस्य इ आगच्छति एवं वा प्रथमतया इडागमः भवति आर्धधातुकसेड्वलादेन तदेव तत्पश्चात् इडागमः भवति नेरनिटितः प्रथम इकारस्य लोपः भवति नेरनिटि इडागमस्य निमित्तं किम् इगन्त धातु अस्ति पुनः इकार आगच्छति अतः न अत्र अनिति नास्ति वा अनिति नास्ति अत्र अनिति नास्ति अतः निष्ठायानिति इत्यस्य कार्यं नास्ति सूर्यकुमारी भगिनी वदतु निष्ठायां सेत् इति सूत्रेण प्रथम ई लोपः भवति सम्यक् प्रथम ई तत्र पाटी इत्यत्र इकारस्य लोपः भवति अत्र मम विवक्षा निष्ठायां सेटि इति सूत्रस्य चिन्तनम् इति नास्ति मम विवक्षा किम् इति चेत् पाटी इति यः धातुः अस्ति सः धातुः अनेकाच् अस्ति अनेकाच् अस्ति इति कृत्वा सर्वदा सेट् एव भवति धातुः धातुः सेट् भवति इति कृत्वा अर्धधातुकप्रत्ययः अस्ति चेत् इडागमः यत्र भवितुम् अर्हति तत्र भवति निषेधकसूत्रं नास्ति चेत् इडागमनिषेधकसूत्रं नास्ति चेत् पाटी इति धातुः अनेकाच् अतः सर्वे निजन्तदातवः अनेकाचः अतः सर्वे दातवः सेटः सेटः इति कृत्वा सर्वत्र इडागमचिन्तनं अस्माभिः करणीयम् इडागचिन्तनं करणीयम् इति एव वक्तुम् इच्छामि तत्र पाटी पाठितवान् इति रूपं कथं भवति इति भिन्नवार्ता परन्तु अत्र सर्वत्र धातुः अनेकाच् इति कृत्वा इडागमः सर्वदा इडागमस्य प्रसक्तिः अस्ति सर्वदा भवति इति नास्ति परन्तु प्रसक्तिः अस्ति तत्र निषेधकसूत्रम् अस्ति चेत् भिन्नवार्ता अपि च सम्बन्धः प्रायः अस्ति इति पाठी सेट् अस्ति तर्हि उदात्त अपि अस्ति, पाठि अनेकाज् अस्ति अपि च उदात्त अस्ति, वदति वा? आम् आं भगिनि, एकाच् उपदेशे अनुदात्तात् इति तत्र स्वरस्य चिन्तनं नास्ति अत्र. पाटी इति पाटी इत्यस्य स्वरः यत्किमपि भवतु, स्वरः यत्किमपि भवतु, अनुदातः भवतु, यत्किमपि भवतु, परन्तु पाटी इति अनेकाच् अस्ति. अनेकाच् धातुः अस्ति चेत् सर्वदा सेट् एव, स्वरस्य चिन्तनं नास्ति. स्वरस्य चिन्तनम् एकाच् धातुः अस्ति चेदेव स्वरस्य चिन्तनं भवति. एकाच् उपदेशे अनुदात्तात् इति सूत्रेण एकाच् धातुः अनुदात्तः अस्ति चेत् तदानीम् अनिट् भवति. एकाच् धातुः अनुदात्तः अस्ति चेत्, एकाच् धातुः उदात्तः अथवा स्वरितः अस्ति चेत् सेट् भवति. तत्पश्चात् प्रत्ययः कीदृशः इति दृष्ट्वा इडागमः सम्भवति तत्र. अतः इडागम सम्भवति, परन्तु यदि वयं जानीमः अनिट् एकाच् सम्बन्धे भवति तर्हि एव प्रायः सेट् अनेकाच् उदात् अपि च स्वरत्, परन्तु सम्भावना अस्ति यद् न अनेकाच् अस्ति चेत् पाटी इति अनेकाच् अस्ति, अतः सेट् एव अस्ति सम्भावना. प्रत्ययस्य विषये चिन्तनं भवति. धातुः तु सेट्, तदानीं प्रत्ययः कीदृशः इति दृष्ट्वा ईडागमः भवितुम् अर्हति तत्र. निषेधकसूत्रं किमपि नास्ति, अपि च वलादिः अस्ति, कृत् प्रत्ययः अस्ति चेत् अवशादिः अस्ति इति एतत् सर्वं दृष्ट्वा ईडागमः भवितुम् अर्हति. न केवलं धातु अपि च प्रत्ययः अपि सत्यं. भगिनी अत्र पाठी योगः त इति यदा भवति तदा इडागमः भवितुम् अर्हति. सूत्रमस्ति इडागमस्य निषेधः भवति, तदेव सत्यं खलु? न, इडागमः तत्र भवति अर्धधातुकसेड् वलादेः इति सूत्रेण, नेड् वशीकृति इति सूत्राभ्यां तत्र इडागमस्य निषेधः नास्ति. कृत् प्रत्ययः अस्ति, अवशादिः अस्ति, वलादिः अस्ति इति कृत्वा तप्रत्ययस्य इडागमः भवति. पाटीयोगः इत इति अस्ति. इदानीं तत्र भिन्नसूत्रेण निष्ठायां सेटि इति भिन्नसूत्रम् अस्ति, यतोहि अत्र नेरनिधि इत्यस्य कार्यं नास्ति, यतोहि प्रत्ययः अनिटि नास्ति, इडागमसहितः अस्ति प्रत्ययः इति कृत्वा तत्र नेरनिटि इत्यस्य कार्यं नास्ति. परन्तु भिन्नसूत्रेण पाटि इत्यत्र निचः लोपः, अतः पाट्योगः इत पाटित इति प्रातिपदिकम् अस्तु. एवमेव पाटितवान् इत्यपि भवति. लोपः कथं भवति? कोऽपि अन्य सूत्रम् अस्ति? निष्ठायां सेटि, निष्ठायां सेटि इति सूत्रेण, निष्ठायां सेटि इति सूत्रेण लोपः भवति. निष्ठासंज्ञा अस्ति खलु, तवत्तु इत्यनयोः प्रत्ययोः निष्ठा इति संज्ञा अस्ति, अतः निष्ठायां सेटि. सेटि इत्युक्ते इडासहितः अस्ति यः प्रत्ययः, निष्ठाप्रत्ययः, यत्र इडागमः भवति तत्र निष्ठायां सेटि इति सूत्रेण तत्र निष्प्रत्ययस्य लोपः. यदि निष्ठाप्रत्ययः अनिट् अस्ति, इडागमः न भवति इति चिन्तयतु कुत्रचित्, तदानीं तत्र निचः प्रसङ्गे तु इडागमः सर्वदा भवति, अतः निचः प्रसङ्गे तु निच् प्रत्ययस्य लोपः निष्ठायां सेटि इति सूत्रेण एव भवति. यदि अनिट् अस्ति, न अनिट् न भवति. निचः प्रसङ्गे तु धातुः सर्वदा सेट्, सर्वदा अनेकाच् अनेकाच् अस्ति खलु, पाटी लेखी इति सर्वत्र अनेकाच् इति कृत्वा तत्र निच् तत्र औपदेशिकधातौ एकः स्वरः विद्यते, अपि च निच् योजनेन तत्र द्वितीयः स्वरः अपि अन्तर्भूतः भवति इति कृत्वा अनेकाच् भवति. अनेकाच् भवति अस्तु. तर्हि इदानीम् अग्रे गच्छामः. अग्रे शोभा भगिनी अग्रे पठतु. एजन्तदातवः आं भगिनि. एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति. आदे च उपदेशे शिति. उपदेशे एजन्तस्य धातोरात्वं न तु शिति. येन विधिस्तदन्तस्य इत्यनेन तदन्तविधिः. अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने. एच् इत्यनेन ए ऐ ओ औ. श इत् यस्य स षित्. न षित् अषित् तस्मिन् विषये. अशिति नैतत्पुरुषः. आत् प्रथमान्तम्. एचः षष्ट्यन्तम्. उपदेशे सप्तम्यन्तम्. अशिति सप्तम्यन्तम्. अनेकपदमिदं सूत्रम्. लिटि धातोः अनभ्यासस्य. लिटि धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम्. एचः धातोः आत् उपदेशे अशिति इति सूत्रं. सूत्रस्य विवरणम्. आदे च उपदेशे शिति इति सूत्रे उपदेश अवस्थायाम् एजन्तधातूनां आत्वं भवति यदि षित् प्रत्ययः परं नास्ति चेत्. न तु शिति इति उक्तत्वात् इत्युक्ते तत्र एच् एजन्तधातवः इत्युक्ते येषां धातूनाम् अन्ते एच् प्रत्याहारस्थवर्णाः सन्ति. ए ऐ ओ औ इति धातोः अन्ते दृश्यते चेत् अस्य सूत्रस्य प्रसक्तिः भवति. तत्र कुत्र कार्यं भवेत् इत्यस्य कृते परिभाषासूत्रमस्ति. येन विधिस्तदन्तस्य इति सूत्रम्. एतेन सूत्रेण तत्र तदन्तविधिः अन्ते एव विधिः भवति. येन विधिः तदन्तस्य इति इत्युक्ते तत्र किं दृष्टवन्तः पूर्वं. विधिः यत्र न तु तत्र निमित्तस्य अपि च अङ्गस्य अपि इति दृष्टवन्तः. अलोन्तस्य इत्यनेन अन्त्यस्य अलः. निमित्तस्य अपि च अङ्गस्य वा किम् उक्तवती? न बुद्धम्. हा तत्र येन विधिस्तदन्तस्य इति सूत्रे किं पठितवन्तः इति. येन विधिः भवति धातोः कृते तत्र इत्युक्ते तत्र किं दृष्टवन्तः. विशेषणं स्वीकृत्य अपि भवति. अपि च तद् अन्तस्य इत्युक्ते हा स्मरणे नास्ति सम्यक्तया इदानीं कथं विवरणं दातव्यं तत्र इति. केवलं विशेषणाय विधिः भवति तस्य इत्युक्ते तत्र सम्पूर्णधातोः अपि भवितुम् अर्हति अथवा अन्त्यस्य इक्वर्णस्य अपि भवितुम् अर्हति इति. नास्ति सम्पूर्णधातोः एच् भवति तस्यापि अत्र गणना भवति इति अर्थः. केवलं एच् इति धातूनां केवलं न, तेषां धातूनामपि अत्र गणना भवति. येषाम् अन्ते ए ऐ ओ औ भवन्ति अत्र सूत्रस्य प्रभावः इन्क्रीस् भवति. तदेव केवलं ए ऐ ओ औ इति चत्वारः धातूनाम् एव कार्यं सूत्रस्य कार्यस्थानं कार्यक्षेत्रं नास्ति. परन्तु तेषां धातूनां येषाम् अन्ते ए ऐ ओ औ भवन्ति तेषाम् अपि अस्य सूत्रस्य प्रभावः भवति इति अर्थः. येन विधिस्तदन्तस्य सूत्रेण. सम्यक्. इत्युक्ते अत्र एचः धातोः इति वयं वदामः चेत् तत्र एचः धातोः इति वदामः चेत् तत्र एच् अपि च धातुः अनयोः विशेषणविशेषभावः इत्युक्ते अभेदसम्बन्धः. एच् एव धातुः इत्युक्ते तादृशधातुः यत्र केवलम् एकारः इति वर्णः, ओकारः इति वर्णः इति एवं रीत्या अस्ति. ए ओ ऐ औ इति एव वर्णाः यस्मिन् धातौ भवति तत्र एव आत्वं भवति इति सूत्रार्थः भवति. यदि येन विधिस्तदन्तस्य इति सूत्रं नास्ति चेत् तर्हि, परन्तु तत्र अस्य सूत्रस्य कार्यं बहुत्र इष्यते, न केवलम् ए ओ ऐ औ इति धातूनां, तादृशधातुः अस्ति वा इति द्रष्टव्यं, परन्तु तादृशानां धातूनाम् एव आत्वं भवति अनेन सूत्रेण. तत्र एचः धातोः इत्यनेन केवलं सामान्यविशेषणविशेषभावं स्वीकुर्मः चेत् तर्हि तत्र अभेदसम्बन्धः, अतः ए ओ ऐ औ इति धातूनाम् एव ग्रहणं भवति. परन्तु येन विधिस्तदन्तस्य इति वयं स्वीकुर्मः चेत् न केवलम् ए ओ ऐ औ इति धातूनां ग्रहणं, परन्तु तादृशधातुः यस्य अन्ते एच् वर्णः अस्ति तस्यापि ग्रहणम्. इत्युक्ते इदानीम् अवयव अवयवीभावसम्बन्धः अपि स्वीक्रियते. पूर्वं तु तत्र अवयव अवयवीभावसम्बन्धः नासीत्. एच् धातोः इत्युक्ते एच् एव धातुः इति अर्थः आसीत्, तदेव लौकिकः अर्थः. सुन्दरः बालकः, बालकः सुन्दरः इति अभेदान्वयः, द्वयोः अभेदः अस्ति. सुन्दरः पृथक् नास्ति, बालकः पृथक् नास्ति, बालकः एव सुन्दरः. अतः सुन्दरः इति वदामः चेत् बालकस्य उल्लेखः, सुन्दर ईक्वल्स् टु बालक. एवमेव अत्र एच् ईक्वल्स् टु धातु इति सामान्यलौकिक अर्थः विशेषणविशेषभावं स्वीकृत्य. परन्तु तावदेव स्वीकुर्मः चेत् बहुत्र रूपसिद्धिः न भवति. अस्य सूत्रस्य कार्यम् इतोपि बृहत् क्षेत्रे, बृहती क्षेत्रे अपेक्षितम् इति कृत्वा अत्र सूत्रस्य विस्तारं कर्तुं येन विधिस्तदन्तस्य इति सूत्रस्य प्रयोगेन इदानीं न केवलम् अभेदान्वयः एच् ईक्वल्स् धातु इति न केवलं, परन्तु धातोः अवयवरूपेण एच् वर्णः अन्ते, धातोः अन्ते अवयवरूपेण एच् वर्णः अस्ति चेदपि तादृशधातूनामपि ग्रहणं भवति येन विधिस्तदन्तस्य इति परिभाषायाः प्रयोगेण. अतः तत्रापि अत्वं भवति. यथा ग्लै इति धातुः अथवा म्लै इति धातुः, यदि केवलं लौकिकविशेषणविशेषभावमेव स्वीकुर्मः, एचः धातुः इति स्वीकुर्मः चेत् ग्लै म्लै द्यै शो इत्यत्र किमपि कार्यं न भवति, अत्वं न भवति. वस्तुतः तत्र केवलम् एकारः, ओकारः, ऐकारः इति धातुः प्रायः न स्यात्, अस्ति वा इति द्रष्टव्यं, परन्तु तादृशधातुः प्रायः न स्यात्. तर्हि सूत्रस्य कोऽपि पश्यति वा तादृशधातुः अस्ति वा इति, ए ओ ऐ औ इति अस्ति वा, इ अस्ति इन् गतौ, इ नास्ति, ए ओ ऐ औ इति अहं पृच्छामि. एजन्तदातवः इति वयं एजन्तदातवः इति वयं स्वीकुर्मः चेत् तत्र तादृश कोऽपि धातुः एव नास्ति, ए ओ ऐ औ इति धातुः नास्ति. तर्हि येन विधिसदन्तस्य इति सूत्रं नास्ति चेत् इदम् आदेश उपदेशशिति इति सूत्रमेव व्यर्थं स्यात्, इति सूत्रमेव व्यर्थं स्यात्. यतोहि धातुपाठे ए इति धातुः नास्ति, ओ इति धातुः नास्ति, ऐ इति धातुः नास्ति, औ इति धातुः एव नास्ति. अतः केवलं सामान्यविशेषणविशेषभावं स्वीकुर्मः चेत् आदेश उपदेशशिति इति सूत्रं व्यर्थं स्यात्, परन्तु तन्निष्यते इति कृत्वा अत्र परिभाषायाः आवश्यकता अस्ति अस्मिन् सूत्रे. सामान्य अर्थः एच् ईक्वल्स् धातु इति अर्थः वयं स्वीकर्तुं न शक्नुमः, यतोहि तादृशधातुः नास्ति धातुपाठे. अतः धातोः अन्ते एच् वर्णः इत्येव स्वीकर्तव्यं, तदानीमेव सूत्रं सार्थकं भवति, नो चेत् व्यर्थं भवति. अस्तु अस्तु शोभा भगिनी समापयतु. तदेव भगिनी, भवती उक्तवती खलु सर्वं अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने कार्यं भवति. अपि च तत्र किं श इत् शिति इत्यस्य वर्णनमस्ति, श इत्यस्य शित् इति उच्यते इति जानीमः. तेन न षित् इति अषित् इति भवति. इत्युक्ते तत्र उपदेशे एजन्तस्य धातोः आत्वं भवति किन्तु शिति परे न भवति इति अर्थः. प्रतिषेधः हा, तत्र अशिति इति भवति इति कृत्वा प्रसज्य प्रतिषेधः इति इत्यस्य प्रसक्तिः आयाति. यतोहि तत्र प्रथमं तत्र कार्यस्य निषेधः, क्रियायाः निषेधः अस्ति. तत्र प्रथमम् उक्तम् आदेश उपदेशे आतः किं तत्र एकक्षणम् एचः आत् भवति इति उक्तम् उपदेशे. तदनन्तरम् अशीति तु न इति उक्तम्. अतः तत्र प्रथमम् एचः आत् भवति इति वाक्यं भवति. एचः आत् भवति, एचः धातोः आत् भवति इति वाक्यं. तदनन्तरम् अशीति तु न इति तत्र निषेधः भवति. शिति तु न, अशिति न इति वक्तव्यमासीत्. अशिति न इति, अतः इदानीं क्रियाया अशिति न इति न, अशिति इति न इति न, शिति प्रत्यये परे न भवति. अशिति न तु शिति इत्युक्ते तत्र एचः धातोः आत् उपदेशे अशिति इति भवति अन्ते. शिति परे न भवति इति इदानीं तत्र निषेधः अभवत्. अतः तत्र प्रथमं विधानम् उक्तं, तदनन्तरं तस्य निषेधं कृतम् इति कृत्वा, क्रियायाः निषेधः भवति इति कृत्वा प्रसज्य प्रतिषेधः भवति. यतोहि तत्र पर्युदासः इत्यस्मिन् निषेधः नास्ति, केवलं विधानं, क्रियायाः विधानम् एव सूचितं भवति. अतः पर्युदासः न भवितुम् अर्हति तत्र. सत्यं, पर्युदासः पर्युदास सद्भाव अस्ति. पर्युदास अन्तर्गतः सद्भाव अस्ति. अत्र प्रसज्य केवलम् अभाव अस्ति, निषेधवाचक नै सम्बन्धे अभाव अस्ति तर्हि प्रसज्य. परन्तु यदि पर्युदास अस्ति तर्हि सद्भाव अस्ति, विकल्प अस्ति. सत्यम्, इति तत्र सादृश्यम् अपेक्षितमस्ति. अत्र तु सादृश्यं न अपेक्षितम्, यतोहि तत्र पर्युदासः स्वीक्रियते चेत् तदानीं यङ्लुकि दोषः भवति, यङ्लुकि कार्यं सिद्धं न भवति. यतोहि पर्युदासः इति वयं वदामः चेत् षिद्भिन्नप्रत्यये परे इति अर्थः आयाति. तर्हि षिद्भिन्ने प्रत्यये परे एचः धातोः अत्वं भवति इति अर्थः आयाति. तर्हि तत्र प्रत्ययः अपेक्षितः अस्ति, परन्तु यङ्लुकि प्रत्ययस्य लोपः भवति, प्रत्ययस्य लुक् भवति तत्र, यङ् प्रत्ययस्य लुक् भवति, परन्तु तथापि तत्र आत्वम् अपेक्षितमस्ति. एजन्तधातोः अत्वम् अपेक्षितमस्ति प्रत्ययं विना इति कृत्वा अत्र पर्युदासः न स्वीक्रियते. पर्युदासः स्वीक्रियते चेत् दोषः जायते इति कृत्वा न स्वीक्रियते. प्रसज्य प्रतिषेधः एव स्वीक्रियते अत्र. तत्र तु आत्वं भवति यङ् यङ् लुक् सम्बन्धे, परस्मै अपि च आत्मने प्रति इत्यादि अपि, परन्तु आत्मभक्ति. आम्, तर्हि इदानीम् अग्रे गच्छामः. तर्हि किं तत्र उमा भगिनी प्रतिपादयति वा उदाहरणानि? आं भगिनि, यथा द्वै धातु एकधातु इति मध्ये आगच्छति तत्र आदेशोपदेशे अतिथि सूत्रद्वारा आत्वं प्राप्तं सो द्वै मुखं ला अन्ते अपि आत्वं भवति अत्र न तस्य आवश्यकता न देन् अलौक्यस्य सूत्रस्य अलः स्थाने एव आत्वम् आगच्छति तदेव देन् आम् समीचीनम् सर्वत्र आका अत्वं भवति अत्र अत्र पश्यन्तु प्रत्ययः न अपेक्षितः कुत्रापि ग्लै ब्लै द्यै शो इति कुत्रापि प्रत्ययः न अपेक्षितः यतोहि वयं जानीमः अत्र षित् प्रत्ययः परः नास्ति इति जानीमः इति कृत्वा सर्वत्र अत्वं भवति अस्तु अग्रे वाक्यमपि पठतु अकारान्तः इति कारणतः अस्ति श्री द्वि मूयि क्ष्मां पुण्णौ इत्यनेन पुगावर्णः भवति इति सामान्यनियमः अत्र सर्वत्र आत्मं भवति तस्मात् अत्र अस्ति श्री द्वि मूयि क्ष्मा यातां पुण्णौ सूत्रः कार्यं करोति सो पुगागमः अपि भवति एतानि दातवान् यत्र यत्र पुगागमः आगच्छति तत्र ग्लै दातः प्रत्येपदे ग्ला आदेशप्रदेशे अस्ति इत्युक्ते ग्ला भवति प्लस् ग्ला प्लस् इ देन् ग्ला प्लस् पु प्लस् इ ग्ला इ समीचीनं समीचीनं धन्यवादः इदानीम् अग्रे विजया भगिनी प्रतिपादयतु अग्रे म्लै अस्तु महोदय ग्लै योगः निच् अत्र आदेच उपदेशे क्षिति अशिति इति सूत्रेण अत्र ऐकारस्य स्थाने आकारः भूत्वा ग्ला इति भवति इदानीं निच् अत्र इकारः इ एव तिष्ठति ग्ला योगः इ इत्युक्ते अत्र ग्ला भवति अनन्तरम् अर्थे ह्री ब्ली ीक्ष्मायातां पुम्नौ इत्यनेन पुक् आगमः भवति पुक् अत्र पकारः एव तिष्ठति अनुबन्धलोपानन्तरम् उकारः उच्चारणार्थमेव ग्ला योगः पुक् योगः इ ग्ला योगः प योगः इ ग्लापि इति अन्तिमरूपम् इदानीं सनाद्यन्तधातवः इत्यनेन धातुसंज्ञं भवति ग्लापि इति भवति ग्लापि योगः शप् योगः ति शप् अत्र अनुबन्धलोपानन्तरम् अकारः एव तिष्ठति एतत् षित् अस्ति सार्वधातुक अर्धधातुकयोः इत्यनेन अत्र गुणः भूत्वा ग्लापे इति भवति एचो यवा यावः इत्यनेन ग्लापै इति भवति ति योजनेन ग्लापयति इति अन्तिमरूपं निष्पन्नं महोदय समीचीनम् अत्र तु एकः प्रश्नः भवति इत्युक्ते अर्तिह्री ली रीक्नुयीष्मायातं पुङ्नौ इति सूत्रे तत्र आगम आकारान्तानां पुगागमः भवति इति उक्तम् अकारान्त अङ्गानां पुगागमः भवति इति उक्तं खलु आकारान्त अङ्गानां पुगागमः भवति निचिपरे इति उक्तम् आकारान्त अङ्गानाम् इति उक्तत्वात् अत्र औपदेशिकधातूनामपि ग्रहणं भवितुमर्हति आकारान्त औपदेशिकधातूनाम् अपि च यत्र प्रक्रियायाम् आकारान्तः भवति यथा अत्र आदेश उपदेशे शिति इत्यनेन आकारान्तः भवति चेदपि तत्र पुगागमः भवितुम् अर्हति, यतोहि सूत्रे तु अपदेशिकधातूनाम् इति किमपि न उक्तम्, औपदेशिकः इति किमपि न उक्तम्, अतः प्रक्रियायामपि आकारान्तः भवति चेदपि पुगागमः भवति, अतः पुगागमस्य कार्यं वयं बहुधा द्रष्टुं शक्नुमः निजान्तप्रसङ्गे. अस्तु, समीचीनम्. आम् महोदय, धन्यवादः. धन्यवादः. इदानीम् अग्रे गच्छामः. विजयलक्ष्मी भगिनी अग्रे पठतु अग्रिमसूत्रम्. आं भगिनि, साच्छा साह्वा व्या वेपां युक् शो युगागमः पुगागमस्य अपवादः खलु. आम्. ओ, परन्तु परन्तु केषाञ्चित् एजन्तानां च ततः पठनीयं वा? न, आरम्भतः युगागमः पुगागम अपवादः साक्षात्साह्वा व्या वेपाम्. हा, अस्तु. युक् आगमः पुक् आगम आगमस्य अपवादः. साक्षात्साह्वा व्या वेपां युक् शो छो सो ह्वे व्ये वे पै इत्येषां धातूनां युक् आगमो भवति निचि परे, पुगागमस्य अपवादः. शाश्च छाश्च साश्च ह्वाश्च व्याश्च वेश्च पाश्च तेषाम् इतरेतरयोगद्वन्द्वः. साच्छा साह्वा व्या वेपाः तेषां साच्छा साह्वा व्या वेपाम् साच्छा साह्वा व्या वेपां षष्ट्यन्तं युक् प्रथमान्तं द्विपदम् इदं सूत्रम्. अर्ति ह्री व्ली रीक् नू ईक्ष्मायातां पुग्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं साच्छा साह्वा व्या वेपाम् अङ्गानां युक् नौ. ओ, अग्रिमसूत्रमेव एतत्तु. अर्ति ह्री इत्यस्य संख्या षट्त्रिंशत्, एतत्तु सप्तत्रिंशत् अस्ति. अतः अर्ति ह्री व्ली रीक् नुयी क्ष्मायातां पुग्नौ इति सूत्रस्य अनन्तरम् आयाति अपवादसूत्ररूपेण आयाति. अत्र पूर्वस्मात् सूत्रात् नौ इत्यस्य अनुवृत्ति अस्ति, अतः सूत्रस्य अर्थः किम् इति वदामि. साच्छा साह्वा व्या वेपां युक् इति सूत्रे शो छो सो ह्वे व्ये वे पै इति सप्तधातूनां केवलं युक् आगमः भवति. कदा भवति? निच् प्रत्यये परे भवति. एतत्तु पुग् आगमस्य अपवादः. अत्र पुग् आगमं बाधित्वा युक् आगमः भवति. शाश्च छाश्च साश्च ह्वाश्च व्याश्च वेश्च पाश्च इति सप्तधातूनाम् इतरेतरद्वन्द्वः भूत्वा साच्छा साह्वा व्या वेपाः इति समस्तपदं, तेषाम् इति षष्ठीविभक्ति कृत्वा साच्छा साह्वा व्या वेपाम् इति भवति. युक् इति प्रथमान्तं, द्विपदम् इदं सूत्रमस्ति. अत्र अङ्गस्य इत्यस्य अधिकारः अस्ति, अतः अनुवृत्तिसहितसूत्रमस्ति. साच्छा साह्वा व्या वेपाम् अङ्गानां युक् नौ इति. अग्रे पठामि वा? न, सम्यक् अस्ति. हा, न, सम्यक् अस्ति. तर्हि अपवादः इति कथं वदामः? पूर्वस्मिन् सूत्रे उक्तमस्ति आकारान्तधातूनां णिच् प्रत्यये परे किं भवति? पकारः, पुक् आगमः भवति इति. परन्तु अत्र शो छो इत्येतेषां सूत्राणां आदे च उपदेशे अशिति इति सूत्रेण अकारान्तः भवति, अतः शो इत्यस्य शा इति भवति, छो इत्यस्य छा इति भवति, अकारान्तः भवति इति कृत्वा एतेषां तु पुगागमः भवति, परन्तु पुगागमं बाधित्वा अस्मिन् सूत्रे लिखितमस्ति एतेषां सप्तधातूनां पुगागमः न भवति, तस्य स्थाने युगागमः भवति इति, अतः अपवादः. सत्यम्. इत्युक्ते तत्र पुगागमस्य अनन्तरं युगागमः भवितुमर्हति वा? न न न न न एतेषां किं कार्यक्षेत्रं समानम् अस्ति इति कृत्वा समानं नास्ति. अत्र पुक् इत्यस्य बृहती कार्यक्षेत्रमस्ति, शाच्छा इत्यस्य केवलं सप्तधातूनां कृते एव अस्ति, अतः एतस्य अस्य सूत्रस्य बलम् अधिकं भवति, अतः अपवादः इति उच्यते. न न मम प्रश्नः भिन्नः प्रश्नः. पुगागमानन्तरं युगागमः भवितुमर्हति. पुगागमं न आकारान्तधातूनां परे पुगागमः भवति चेत् तत्र युक् आगमः न भवति, तत्र प अन्ते अस्ति खलु आकारः. परन्तु कथं जानीमः अनेन सूत्रेण प अन्ते अस्ति चेत् न भवति इति कथं जानीमः? परिगणितधातुः एव खलु, परिगणितधातुः एव आकारः अन्ते नास्ति खलु. कथं जानीमः अस्मिन् सूत्रे आकारान्तः भवेत् इति कथं जानीमः? तत्र सूत्रे तु अनुवृत्तिसहिते तु कुत्रापि नास्ति खलु. अग्रिमसूत्रमस्ति इति कृत्वा आयाताम् इति अस्ति, अतः तस्यापि अत्र अनुवृत्ति भवति इति मन्ये. अर्ति क्रीब्लि रीक्नुयिक्ष्माय आताम् आताम् इत्यस्य अनन्तरम् अस्य सूत्र अयं सूत्र इदं सूत्रमस्ति, अतः आतां पुग्नौ भवति इति पूर्वस्मिन् सूत्रे अस्ति, परन्तु अग्रिमं सूत्रं वदति यत् शो छो सो ह्वे व्ये वे पै इत्येषां धातूनां युक् आगमः भवति इति निच् प्रत्यये परे, परन्तु आदेश उपदेश अनुवृत्तिः न स्वीक्रियते खलु. आकारान्तः इति अनुवृत्तिः कुत्रापि न स्वीक्रियते, कुत्रापि व्याख्यानेषु शाचा साह्वा व्यावेपाम् आकारान्तानाम् अङ्गानाम् इति कुत्रापि न उक्तं खलु. धातवः एजन्तः सन्ति, अतः आदेश इति उपदेशेषिति इत्यनेन अत्वं तु भवति एव. भवतु, पुगागमानन्तरम् अस्य कार्यं भवतु, तेन का हानिः? अग्रिमसूत्रमस्ति इति कृत्वा बलियान् इति वक्तुं शक्यते वा? न, परत्वात् बलियान् परत्वात् सूत्रं बलियः अस्ति चेत् तत्र विप्रतिषेधः प्रदर्शनीयः खलु, अत्र विप्रतिषेधः प्रदर्शयितुं शक्यते वा? यतोहि अत्र भवती उक्तवती खलु शाचा साह्वा व्यावेपामिति, तस्य अन्यत्र लब्धावकाशः नास्ति इति उक्तवती खलु. नास्ति, अन्यत्र लब्धावकाशः नास्ति, अतः अपवादः तु अस्ति, अपवादः तु अस्ति, परन्तु तत् ततः अग्रे चिन्तयामः चेत् अत्र किमर्थं पुगागमानन्तरं युगागमः किमर्थं न स्यात् इति प्रश्नः. अत्र किम् अस्ति अस्मिन् सूत्रे येन तथा न भवितुमर्हति? आगमः यदि यदि पुक् आगमः प्रथमं क्रियते तदा शाप् इति भवति. शाप् इति भवति चेत् तत्र शा इति धातु तु नास्ति खलु? हा, इत्युक्ते तत्र सूत्रे शाचासा व्यावेपाम् इत्यत्र सर्वत्र वयं पश्यामः चेत् आकारान्तः दृश्यते, शा छा सा ह्वा व्या इति. तत्र पुक् आगमः क्रियते चेत् सूत्रस्य कण्डिशन् सम्पूर्णं आकारान्तः न भवति. अत्र शाचा साह्वा व्या इति किमर्थम् उक्तमिति चेत् धातुः आकारान्तः भवति चेदेव अङ्गानां पुगागमः भवति इति अर्थः. युगागमः युगागमः भवति इति अर्थः. अतः पुगागमानन्तरं न भवितुम् अर्हति. इदं सूत्रं तु पूर्वसूत्रस्य अपवादसूत्रम् यथा भवती उक्तवती. अस्तु, समीचीनं. तत्र अत्र तत्र केवलं वे इति एव धातुः तत्र आकारान्तः आकारान्तरूपेण न प्रदर्शितः, वे इति धातुः. परन्तु अत्र अन्ये धातवः आकारान्तरूपेण प्रदर्शिताः इति कृत्वा वे इति धातुः अपि आकारान्तः यदा भवति तदानीमेव तस्य युगागमः भवति. वे इति धातुः एकः एव धातुः अस्ति वा? वे धातुः वेय इति एकः एव धातुः अस्ति, वेय. किमर्थं वे धातुः वे इति प्रदर्शितम् इति अपि चिन्तनीयम्. इत्युक्ते वे इति उच्यमाने तत्र पै पै ओ वै शोषणे इत्यस्यापि ग्रहणम् इति उक्तमस्ति व्याख्यानेषु. वे इति उच्यमाने पै शोषणे इत्यस्यापि ग्रहणम्. अत्र वे इति तन्तु सन्ताने एव खलु महोदय? परन्तु सूत्रे अन्ये धातवः आकारान्तरूपेण प्रदर्शिताः, शा छा सा ह्वा व्या इति. केवलं वे इति धातुः एव एजन्तरूपेण प्रदर्शितः अस्ति. तर्हि किमर्थं वे इति धातुः एजन्तरूपेण प्रदर्शितः अस्ति इति प्रश्नः भवति. तर्हि वे इति तत्र वे इति धातुः एकः एव धातुः, वे इति धातुः. न पा इति धातोः विषये एव पै ओ वै शोषणे इति इत्यस्य ग्रहणं, न तु वे इत्यस्य. तर्हि वे इति किमर्थम् उक्तम् इति किञ्चित् चिन्तनीयं. पश्यन्तु गृहपाठरूपेण पश्यन्तु, अग्रे गच्छामः. इदानीम् अग्रे कः? उषा भगिनी. तस्य वा इति भवेत् चेत् तत्र वै इत्यस्य वा इति भवेत् चेत् तत्र वाययति इति रूपं भवेत्, तत्तु अनिष्टं रूपम् इति मन्ये. वै इत्यस्य वापयति इति एव रूपं लौकिकभाषायां, तत्र पुगागमः एव भवेत् न तु युगागमः. वा इति धातुः कृते वा? आम्, वै इति अन्यत् अन्यः एकः धातुः उक्तवती. किं वै? वै इति ओ वै शोषणे, वै ओ वै शोषणे इति अस्ति खलु, ओ वै शोषणे. तस्य वा इति भवति एव आदेश उपदेशेशिति इत्यनेन, परन्तु तत्र युगागमः मा भूत् इति कृत्वा तत्र तत्र पुगागमः एव इष्टः वापयति, परन्तु तत्र वाय वायति इति रूपं दत्तमस्ति नो निजन्तप्रसङ्गे खलु वापयति इति रूपं वापयति इति रूपं दृष्टवती अष्टाध्यायी मध्ये. हा अपि च वा इति उच्यते चेत् तत्र वा इति अन्यः धातुः अपि अस्ति, वा इति धातुः अकारान्तधातुः गतिगन्ध गन्धनयोः इति धातुः, तत्र अपि पुगागमः एव भवति न तु युगागमः. अत्र धातुद्वयमस्ति वै वै इति धातुः अपि च वा इति धातुः. यदि सूत्रे वा इति उक्तं चेत् तदानीं सर्वेषाम् अकारान्त वा इति धातूनां ग्रहणं स्यात्, परन्तु सर्वत्र न इष्यते, केवलं वेय वेय इति धातोः एव ग्रहणम् इष्यते इति कृत्वा अत्र वेय इति उक्तम्. अतः वेय इति धातुः यद्यपि उक्तं परन्तु वेय इति अपि आकारान्तः यदा भवति तदानीं युगागमः भवति इति कृत्वा अत्र विशेषतया वे इति उक्तम् इति कृत्वा वेय तन्तुसेवने इति धातोः एव ग्रहणं न तु अन्ये वा इति धातुः अथवा वै इति धातोः ग्रहणं नास्ति. सम्यक् भगिनि, धन्यवादः. धन्यवादः. अस्तु अग्रिष उषा भगिनि. आं भगिनि, आदे च उपदेशे आशिति इत्यनेन येषाम् एजन्तधातूनाम् आत्वं शो चो सो क्वे व्ये वे अपि च पै. शो तनुकरणं कृशं करोति, ह्यति शो इति शा भवति, शा युक् आगमः भवति, शा चा सा ह्वा व्या वेपां युक् इत्यनेन शा योगः युक् योगः णिच् इति कृते णिच् इति कृते शायि इति नूतनधातु सिद्ध्यति. अनन्तरं कर्तृकर्त्रार्थे शप् विधीयते, अनन्तरं तिप् अपि शाययति इति रूपं सिद्ध्यति. छो छेदने इति धातोः कृते छा इति आदेश उपदेशे अशिति इत्यनेन छा भवति, युक् आगमः भवति, शा चा सा ह्वा वेपां युक् इत्यनेन णिच् योजनेन चायि इति नूतनधातु, अनन्तरं कर्तरि शप् इत्यनेन शप् अपि च तिङ् प्रत्यययोजनेन छाययति. शो अन्तकर्मणि समापनं करोति, सियति शो इति शा, अनन्तरं सा इति भवति प्रथमं प्रथमशकारः सकारः भवति, सा योगः युक् आगमः भवति, शा चा सा सा इति शो धातु, सा योगः युक् योगः णिच् इति कृते सायि नूतनधातु, अनन्तरं साययति इति लटीरूपं सिद्ध्यति. ह्वेङ् स्पर्धायां, ह्वेङ् स्पर्धायां शब्दे च इत्यनेन आह्वयति, ह्वा योगः युक् योगः णिच् ह्वायि इति धातु, ह्वाययति युक् आगमः ह्वाययति इति रूपं सिद्ध्यति. व्ये ह्वेङ् इति स्पर्धायां भगिनि शब्दे शब्दे च शब्दे या आह्वयति इति प्रसिद्धं रूपं स्पर्धायां स्पोर्ट्स्मेन्शिप् धातुः बहवः अर्थाः सन्ति खलु, अतः प्रसिद्धार्थः कश्चन भवति परन्तु अन्येषु अर्थेषु अपि भवति. अस्माभिः न दृष्टः. व्येङ् संवरणे आच्छादयति, व्ययति व्ययति व्येञ् इति प्रथमम् आदेच उपदेशे अशिति इत्यनेन व्या, अनन्तरं युक् आगमः भवति, शा चा सा ह्वा वेपां युक् इत्यनेन व्यायोगः युक् योगः णिच् णिच् आयाति अत्र. सो व्यायि इति नूतनधातु, अनन्तरं कर्त्रार्थे लटीरूपं सिद्ध्यति, व्याययति इति रूपं सिद्ध्यति. वेङ् तन्तुसाधने तन्तुसन्ताने वेङ् तन्तुसन्ताने कुबिन्तस्य कार्यं वयति, वा वेङ् इति धातुः वा इति भवति, वा युक् आगमः प्रथमम् आतेच उपदेशे अशिति इत्यनेन आत्मम्, अनन्तरं युक् आगमः, अनन्तरं णिच् योजयेन वायि इति रूपं सिद्ध्यति, लटीरूपं सिद्ध्यति, वाययति. पै शोषणे इति कृते शुष्कं करोति पायति शुष्कं करोति धातु पै पा इति भवति नूतनधातु सिद्ध्यति निच् प्रत्यये प्रथमम् आकारान्तम् अनन्तरं युक् आगमः अपि च निच् योजनेन पायि इति नूतनधातु अनन्तरं पाययति इति लटीरूपं सिद्ध्यति पा पाने इति कृते पायि इति दिस् इस् आल्सो पायि पायि पाययति रूपं समानं रूपं पाने अत्र शोषणे अस्तु भगिनि पा पाने पाने पा धातु शाचा साह्वा व्या वेपां युक् पा धातु अत्र तत्र पा इति उक्तं खलु यः कोऽपि पा धातुः तस्य ग्रहणम् अस्तु सो पा पाने अपि पाययति इति रूपं परन्तु पा रक्षणे इत्यस्य ग्रहणं नास्ति अत्र पा रक्षणे पालयति पा रक्षणे इत्यत्र पाति पालय पालयति इति भवति पालयति तदग्रे पश्यामः अस्तु अत्र सर्वत्र धातूनां युगागमः तावदेव विशेषः अग्रे गच्छामः विनय महोदय अग्रे भगिनी अत्र सम्प्रसारणं न भवति वा कित् प्रत्ययः परे अस्ति इति कृत्वा आगमः अस्ति कुत्र युक् प्रत्ययः युक् इति अस्ति आगमः अस्ति इति कृत्वा वा आगमः प्रत्ययः नास्ति खलु अत्र आगमः यस्य आगमः तस्य अवयवः अस्ति अतः पा इत्यस्य आगमः इति कृत्वा धातोः अवयवः भूत्वा इदानीं धातुः भवति पाय् इति धातुः अस्तु अतः तत्र कित्वम् इति न चिन्त्यते प्रत्ययस्य एव विषये एव कित्वम् इति अस्तु अस्तु अस्तु धन्यवादः विनय महोदय अथ इकारान्तधातवः इकारान्तधातवः अचः अचुणुते इत्यनेन एषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य च विद्धिः तदा एचो अयवायावः इत्यनेन अय आय च आदेशः उदाहरण धातु नि अस्ति नि धातु दीर्घ इकार अस्ति तर्हि नि धातु प्रत्यय निच् अस्ति सनादिप्रत्यय निच् अस्ति निच् आधारेण अचो इणति निच् आधारेण अचो इणति भवति यथा निच् अर्थात् ण अपि च ण आधारेण लित् अस्ति च आधारेण घञ् प्रत्ययः अस्ति तत्तु अन्यविषयः परन्तु अत्र णित् आधारेण निच् अस्ति तर्हि एव अचो इणति सूत्र आयाति वृद्धिः भवति वृद्धिः अर्थात् नञ् तदनन्तरं णिच् प्रत्ययः अविशेषः हरस्व इकार अस्ति तर्हि नै परन्तु अत्र नै इकार मध्ये एचो वायावाः सन्धि भवति सन्धि अर्थात् ऐ स्थान आय भवति अर्थात् न हलन्त योग आय नाय भवति नाय य हलन्त परन्तु यथा य अलन्त तर्हि इकारः आयाति तथा नाय हलन्त योगा इ नायी भवति नायी नूतनधातुः अस्ति नायी नूतनधातुः अस्ति अपि च इगन्त अस्ति कारणेन प्रत्ययः अपि अस्ति शप् प्रत्ययः ऋच् सम्बन्धे वयं जानीमः शप् प्रत्ययः सर्वदा भवति तर्हि गुणः भवति तदनन्तरं नाये भवति नाये भवति तर्हि एव एचो वायावः आधारेण अय भवति तर्हि नाय भवति परन्तु य हलन्त योगा नायय क्षम्यतां नायय परन्तु य हलन्त परन्तु शप् अस्ति शप् अवशेष अकार अस्ति अथ नायय भवति तर्हि नायय योगा विवक्षित तिङ् प्रत्ययाति तर्हि नायति भवति धातुपाठे यावन्तः इकारान्त ईकारान्त च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति. अग्रे गच्छामः भगिनि. बहु समीचीनं महोदय, धन्यवादः, सम्यक् अस्ति. इदानीम् अग्रे मीना भगिनी अग्रे. ऊकारान्तदातवः ऊकारान्तदातवः च अचोनिति इति सूत्रेण येषां धातूनाम् अन्त्यस्य उकारस्य ऊकारस्य च वृद्धिः तदा एचोयावः इत्यनेन औ औ आव् च आदेशः भवति. यथा भू योगः निच् योजनेन तत्र भू ऊकारान्तदातवः तत्र अचोनिति इति सूत्रेण अच् अस्ति तत्र सो वृद्धि भवति. भो योगः लिच् प्रत्ययः ईकारः अवशिष्यते तत्र भौ भौ योगः इ तत्र एचोयावः इति सूत्रेण भाव् औ आव् आव् आदेशः भाव् योगः इ भावि इति नूतनधातुसंज्ञा भवति. स्वनाद्यन्तदातवः इति सूत्रेण धातुसंज्ञा स्वीकरोति. तदनन्तरं भावि योगः कर्तृशप् भवति वृक्षायां तत्र भावि योगः अयोगः इति तत्र सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र षित् अस्ति तस्मात् तिंषित् सार्वधातुकं तत्र गुणः भवति भावे योगः अयोग इति तत्र तदनन्तरम् एचोयावः भवति भावयति भावयति इति अन्तिमरूपम्. लु योगः निच् तथा तादृशं लु इति ऊकारान्तदातुः तत्र लु ऊकारस्य अचोन्यति इति सूत्रेण लौ यौ भवति लौ योगः इ तत्र एचोयावः इति सूत्रेण लाव् योगः इ लावि इति नूतनधातुः सनादन्त्यधातवः इति सूत्रेण धातुसंज्ञा स्वीकरोति. लावि योगः तदनन्तरं कर्तृशप् भवति शप् ययोगः इति तत्र गुणः भवति सार्वधातुकार्धधातुकयोः इति लावे योगः अयोगः इति तदनन्तरं एचोयवः लावयति. पूयोगः निच् समानमेव ऊकारान्तदातुः पौ भवति पौ योगः इ एचोयावः इति औकारस्य आव् भवति पाव् भवति योगः इ पावि इति नूतनधातु सनादन्त्यदातवः इति सूत्रेण धातुसंज्ञा पावि योगः इदानीं शप् गुणः भवति तिंशत् सार्वधातुकं सूत्रेण पावे योगः शप् एचोयावः पावै योगः अयोगति पावयति. द्रु योगः निच् तत्र उकारः ह्रस्व उकारः ह्रस्व उकारः दातु तत्र द्रौ भवति वृद्धि भवति द्रौ योगः इ तदनन्तरं अचोन्यति इति सूत्रेण द्रौ योगः इ भवति एचोयावः इति सूत्रेण द्राव् भवति आव् भवति द्रा द्रा द्राव् योगः हि द्रावि इति नूतनधातु सनातनदातवः इति सूत्रेण धातुसंज्ञा भवति द्रावि योगः शप् तदनन्तरं गुणः भवति द्रावे योगः सप् एचोयावः द्रावयति. धातुपाठे यावन्तः ऊकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति. अग्रे पठामि वा? धन्यवादः भगिनि, समीचीनम् अस्ति, प्रक्रिया समाना अस्ति, ऋकारान्तानाम् अपि समाना प्रक्रिया. तत्र सूर्यकुमारी भगिनी पठतु. अस्ति वा भगिनी? सूर्यकुमारी भगिनी अस्तु तर्हि पठतु अत्र अस्तु शुभदा भगिनी पठतु आं भगिनि क्षम्यतां भगिनि पठितुं शक्नोति वा आम् म्यूट् मध्ये अस्ति शुभदा भगिनी अग्रे पठतु क्षम्यतां म्यूट् मध्ये अस्ति भगिनि नास्ति चिन्ता आम् आम् ऋकारान्तदातवः ऋकारान्त ऋकारान्तदातवः ऋकारान्तदातवः च अचो निति इत्यनेन येषां धातूनाम् अन्तस्य ऋकारस्य ऋकारस्य वा वृद्धिः भवति यथा क्रू धातु अस्ति क्रूयोगः णिच् तत्र प्रथमं खर् भवति अर्धधा सारधातुक अर्धधातुकयोः इत्यनेन तदनन्तरम् अचोनिति अत उपादायाः इत्यनेन खार् भवति खार्योगः निच्प्रत्ययस्य इकारः खारि भवति खारि नूतनधातुः अस्ति सनाद्यन्तधातवः इत्यनेन धातुसंज्ञा भवति कारियोगः शप् विधानं भवति चेत् कारियोगः आ तत्र अपि सारधातुक अर्धधातुकयोः इत्यनेन गुणः भवति कारे भवति तदनन्तरं यचो यवायावः इत्यनेन ऐ भव ऐ आयाति कारय योगः आ कारय भवति कारय योगः लट् व्यवस्थया ति कारयति रूपं सिद्ध्यति तदनन्तरं हृधातु ह्रस्वऋकार धातु अस्ति तदेव प्रथमं निच्छि प्रत्ययेन गुणभव हृयोगः निच्छि ऋकार वृद्धि भवति हार् भवति हार्योगै हारि सनाद्यन्तदातवः धातुसंज्ञा हार्योगः सेप् विधानं हारयति थ्रू योगः निच् तत्र अपि थर्योगः निच् थार् वृद्धि भवति तार्योगः इ तारि धातुसंज्ञा भवति सनाद्यन्तधातवः इत्यनेन तारि नूतनधातुः कर्त्रि सेप् सेप् आयाति सेप् विधायक सूत्रेण तारे योगः आ तारये भवति तारयति अन्तिमरूपम् धातुपाठे यावन्तः ऋकारान्ताः ऋकारान्तः च धातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति तर्हि वयं पश्यामः चेत् इगन्तानां सर्वेषां समाना प्रक्रिया न कोऽपि भेदः वारं वारं समानमेव इगन्तानां सर्वेषां तत्र अचोयनिति इत्यनेन वस्तुतः अजन्तानाम् इति वक्तव्यं सर्वेषाम् अजन्तानां तत्र समानप्रक्रिया अचोयनिति इत्यनेन वृत्तिः तत्र निष्प्रत्ययम् आश्रित्य तत्पश्चात् समाना प्रक्रिया न कोऽपि भेदः अस्तु इदानीम् अग्रे गच्छामः हलन्तदातवः इति भगिनी अत्र कृ धातोः निच् प्रत्ययस्य योजनेन कर् इति न भवति खलु कार् इति अत उपधायाः कार्यमेव अत्र नास्ति खलु भगिनी कुत्र अस्ति अत उपधायाः अत्र कर् इति अनन्तरं अत उपधायः इत्यनेन कार् इति भवति इति किमपि उक्तवती सा. ओ एवम् उक्तवती वा? तत्र दोषाय अचोयणिति इत्यनेन कार्यं सर्वत्र. अचोयणिति अजन्तधातुः अस्ति चेत् सर्वत्र अचोयणिति. अत उपधायाः इति सूत्रस्य कार्यं हलन्तधातुषु एव भवति, अत्र कृधातोः विषये नास्ति. एवम् उक्तवती चेत् तत्र दोषाय अस्ति. क्रू इत्यत्र अपि एवमेव उक्तवती वा? अत उपधायाः इति उक्तवती वा? तर्हि मया किमपि न श्रुतम् इति भाति. तत्र सर्व वृद्धि भवति चेत् खार् भवति. वृद्धि भवति चेत् नास्ति, भवति एव वृद्धि एव भवति. कृ इत्यत्र वृद्धिः भवति, हृ इत्यत्र वृद्धिः भवति, तृ इत्यत्रापि वृद्धिः भवति. अतः एव कार् हार् तार् इति अस्ति. अस्तु तर्हि अग्रे गच्छामः. समीचीनं. तर्हि हलन्तदातवः शुभदा भगिनि. हलन्तधातवः अदुपधधातवः अत उपधायाः इत्यनेन उपधायाम् अतः वृद्धिः. पठ योगहणिच् पाठी पाठयति. वद योगहणिच् वादी वादयति. पत योगहणिच् पाती पातयति. नट योगहणिच् नाटी नाटयति. धातुपाठे यावन्तः अदुपधधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमः भवति. अत्र धातवः अजन्तधातवः अस्ति चेत् अचोयणिति इत्यस्य प्रसङ्गः, परन्तु धातवः हलन्तः सन्ति चेत् तत्र अन्यत् एकं सूत्रम् अत उपधायाः इत्यस्य प्रसक्तिः भवति. तेन उपधायां यः अत् अस्ति, ह्रस्व अकारः अस्ति, तस्य वृद्धिः भवति इति सूत्रं वदति. तेन उदाहरणे पठ इति धातुः अस्ति. पठ योगः अणिच्, पठ योगः इ, तत्र अणिच् इति अणित् अस्ति इति कृत्वा अत उपधायाः इति सूत्रेण पठ इत्यस्मिन् यः उपधायां ह्रस्व अकारः अस्ति, पकारोत्तरवर्ती अकारः, तस्य वृद्धिः भूत्वा पा इति भवति. अतः पाठी इति भवति. तदनन्तरं समाना प्रक्रिया पाठी पाठी शप् ति पाठी अति सार्वधातुकार्धधातुकयोः गुण इत्यनेन गुणः भूत्वा पाठे पाठे योग पाठे अति एचो यवायावः पाठय अति पाठयति इति रूपं. तादृशमेव अन्ये त्रयः धातवः अपि. वद इत्यस्य वाद इति भवति. पत इत्यस्य पात इति भवति. नट इत्यस्य नाट इति भवति. तदनन्तरं पुनः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः एचो यवायावः इत्यनेन अयादेशः इति भूत्वा वादयति पातयति नाटयति इति रूपाणि सिद्ध्यन्ति. अत्र यत्र यत्र अदुपधधातवः सन्ति, नाम येषां धातोः धातुषु उपधायां ह्रस्व अकारः अस्ति, तत्र तत्र अणिति परे उपधायाः वृद्धिः भूत्वा आ इति तत्र भवति. अतः तादृशानि रूपाणि भवन्ति इति तस्य क्रमः तादृशमेव भवति इति लिखितम्. समीचीनम्. इदानीम् अग्रे इदुपद उदुपद ऋदुपद इति त्रयाणामपि समानकार्यम्. अतः इदानीं केवलम् इदुपदधातूनामेव एकवारं पठतु भगिनि. भगिनी, अत्र मम संशयः अस्ति. अत उपधायाः अत्र तकारः तपरकरणं वा? आम्. याच् इति धातु तत्र आकारः अस्ति, तत्रापि आकारः एव तिष्ठति खलु? कः धातुः? याच् याचयतु वा? आकारः तत्र ह्रस्व आकारः नास्ति खलु उपधायां? न अ इति यदि वदति तत्र अ इत्यस्यापि ग्रहणं भवति खलु अ इति न उक्तं खलु अत् इति उक्तं खलु किमर्थम् अत् इति आवश्यकमेव नास्ति खलु अ इति वदति चेत् आकारान्तधातूनाम् आकारः तिष्ठति ओ इत्युक्ते आकारान्तधातुः अस्ति चेत् तस्य वृद्धिः भवति चेदपि पुनः आकारः एव तिष्ठति आकारः एव तिष्ठति अतः किमर्थम् अत् इति वक्तव्यम् इति वा मम तु अत्र अतः इत्युक्ते परन्तु अत् इति न वदति अ इति वदति चेत् सूत्रं कथं भवति सूत्रस्य रूपं स्वरूपं किं भवति अ इत्यस्य पञ्चमी विभक्ति आत् इति आत् इति भवति वा अ इत्यस्य पञ्चमी कः इत्यस्य पञ्चमी रामः आत् आत् सत्यम् आत् आत् आत् अत्र तपरकरणं नास्ति इति मम मतः केवलम् आत् इत्युक्ते आत् उपदा आत् उपदायाः इति वा परन्तु वृद्धिः भवेत् इति तस्य आदेशः अस्ति सूत्रस्य आशयः तु वृद्धिः भवेत् इति अस्ति वृद्धिः तु ह्रस्व वर्णस्य एव भवेत् खलु आ इति अस्ति तत् तत्र वृद्धेः प्रश्नः एव न भवति खलु आकारस्य वृद्धि कृत्वा पुनः आकारः परन्तु तत्तु न इष्टम् अतः एव यत्र अकारः उपधायाम् अधुपध इति उक्तमस्ति यत्र अधुपध इति अस्ति तत्रैव तस्य वृद्धिः भूत्वा आ इति भवेत् इति सूत्र यत्र यत्र आकारः अस्ति तत्र अपि आकारः भवति वृद्धि तत् दोषः न परन्तु तत्र तस्य आवश्यकता एव नास्ति खलु तत्र परन्तु सूत्रे बहवः स्थाने वृद्धि यदा आवश्यकं नास्ति तत्रापि सूत्रं वदति इति कृत्वा आकारस्य आकारः इति एव वयं तु वदामः खलु मम मतेन तु अत्र अत् इति अस्ति यत्र अत् इति अस्ति तत्र एव वृद्धेः प्रसङ्गः भवति अतः एव तत्र एव वृद्धेः वृद्धि यत्र विधायक अस्ति तस्य सूत्रस्य आवश्यकता अस्ति यत्र आ इति अस्ति तत्र तु आवश्यकता एव नास्ति वृद्धिः इति उक्तमस्ति चेत् कुत्र वृद्धिः भवेत् तज् यत्र ह्रस्वः स्वरः अस्ति तत्र एव वृद्धिः इति मम विचारः अपि च आत् इति वदति चेत् आत् अपि च अतः अनयोः मात्राग्रहणं कथमस्ति आत् इत्युक्ते सर्वरूपाणि अकारः न तदस्ति परन्तु मात्रा कति मात्राः सन्ति आत् इत्यत्र अपि च अत् इति अतः इति वदामः अत इति वदामः चेत् आत् इत्यस्य आकारः द्विमात्रा अत् इत्यत्र अ त अ न तत्र तकारः अपि अस्ति खलु आत् इत्यत्र अतः इत्यत्रापि तकारः अस्ति अत्र तु अत्र मात्रात्रयम् अत्र एतदेव अधिकमस्ति तत्र तत्रापि मात्रात्रयमेव आकारः तकारः समानं तर्हि समानं खलु चिन्तनीयं तत्र चिन्तनीयं तत्र किमर्थम् आत् इति न उक्तम् इत्युक्ते अग्रिमसूत्रे कुत्रचित् अतः इत्यस्य अनुवृत्तिः अपेक्षितं वा भगिनी अष्टाध्यायी डाट् काम् मध्ये सूत्रस्य विवरणं यत् अस्ति तत्र एकं वाक्यमस्ति ज्ञातव्यम् अस्मिन् सूत्रे अतः इत्यनेन अकारस्य वृद्धिः भवति इति निर्दिष्टमस्ति अतः इको गुणवृद्धिः इत्यस्य प्रयोगः अत्र न भवति सत्यं तद् तदस्ति तत्तु अस्ति इको गुणवृद्धिः अस्ति परन्तु तत्तु अतः इति किमर्थम् उक्तम् इति अस्य उत्तरं नास्ति खलु भगिन्याः प्रश्नः आद् इति वक्तुं शक्यते षष्टि किल अतः इति षष्टि तत्र अतः इति अतः इति षष्टि तर्हि षष्टि वदतु भगिनि सम्यक् सम्यक् मीना भगिनी सम्यक् भवती आत् इति पञ्चमी उक्तवती षष्टि वक्तव्यं षष्टि वक्तव्या विजया भगिनी विजयलक्ष्मी भगिनी षष्टि किम् अस्ति षष्टि अस्ति अतः अस्ति वदामः चेत् इतोपि अधिकमात्राः मात्राः सन्ति खलु अस्य उपदायाः इति वदामः चेत् खलु बहवः अस्य इति न वदति अह इति एव वदति खलु अह इति कथम् अह इति न भवति अस्य इति वक्तव्यम् अस्य इति वदामः चेत् अस्य उपदायाः इति वक्तव्यम् तदस्य अपेक्षया अतः इति लघु अस्ति अपि च अतः इति अत्र षष्टि लुप्तषष्टिकमस्ति लुप्तषष्टिकमस्ति वा तत्र विसर्गस्य लोपः जातः वा विसर्गस्य लोपः विसर्गलोपः विसर्गलोपः अर्जुन उवाच तद्वत् लोपः अस्ति अस्तु समीचीनं परन्तु अस्य इति वदामः चेत् इतोपि अधिकवर्णाः सन्ति अस्तु अस्तु इदुपदधातूनां विषये वदतु अग्रे उदुपद ऋदुपद सर्वं समानम् भगिनी समापयतु इदुपदधातवः पुगन्तलघुपदस्य च इत्यनेन उपधायां लघु इकः गुणः लिख योगः णिच् लेख योगः इ लेखि लेखयति छिद् योगः णिच् छेद योगः इ छेदि छेदयति धातुपाठे यावन्तः इदुपदधातवः सन्ति तेषां सर्वेषाम् एवमेव क्रमो भवति अत्र यत् वयं दृष्टवन्तः यत्र ह्रस्व अकारः उपधायाम् अस्ति तत्र तु अत उपधायाः भवति अपि च अजन्तधातवानां धातुषु तु अचोयिणिति इत्यनेन कार्यं भवति परन्तु यत्र उपधायां लघु इक् अस्ति नाम इ उ रु इति वर्णाः सन्ति लघुवर्णाः सन्ति तत्र एतयोः द्वयोः किमपि सूत्रम् अत्र न प्रवर्तते अचोयिणिति वा अत उपधायाः वा अतः अत्र तु पुगन्तलघुपदस्य च इति यत् औत्सर्गिकं सूत्रमस्ति तत्र तस्य एव कार्यमत्र भवति तेन उपधायां यः लघु इक् अस्ति तस्य गुणः भवति इति तावदेव अस्ति लिख् इति धातुः अपि च छिद् इति धातुः तस्मिन् उपधायां लघु इक् अस्ति लकारोत्तरवर्ति इकारः अपि च छकारोत्तरवर्ति इकारः तस्मात् णिच् इत्यस्य योजनेन पुगन्तलघुपदस्य च इत्यनेन लिख् इत्यस्य लेख इति भवति गुणः भूत्वा उपधायां लेख अपि च छेद योग इ लेखि छेदि इति भवति तदनन्तरं समाना प्रक्रिया सार्वधातुकार्धधातुकयोः इत्यनेन गुणः एचोयवायावः इत्यनेन अयादेशः इति कृत्वा लेख लेखे लेखय लेखयति छेदे छेदय छेदयति इति रूपाणि भवन्ति सा प्रक्रिया एव उदुपदधातोः कृते अपि च ऋदुपदधातोः कृते अपि सर्वेषु स्थलेषु केवलं लघु इक् इगन्त लघु इक् यः अस्ति उपधायां तस्य गुणः भूत्वा तदनन्तरं समाना प्रक्रिया एव तावदेव क्रमः तत्र भवति सम्यक् तर्हि तत्र इदानीम् इगुपदधातूनां कार्यं किम् इति दृष्टम्। अग्रे शेषधातवः इति अस्ति, तत्र किमपि कार्यं नास्ति। शेषधातुषु उपधायां हलन्तदातवः, उपधायां ह्रस्व अकारः अपि नास्ति, लघु इक्वर्णः अपि नास्ति, किमपि कार्यं नास्ति, केवलं वर्णमेलनं। बुक् इति धातुः अस्ति चेत् बुक्कि बुक्कयति, एद् इति अस्ति चेत् एदि एदयति, तावदेव, किमपि नास्ति इति सामान्यधातूनां ण्यन्तव्यवस्था। अग्रिमकरपत्रे विशेष अजन्तदातवः वीक्ष्यन्ते इति अत्र समापयामः। अत्र सरलमस्ति इति कृत्वा अस्माभिः झटिति अग्रे गतम्। कोऽपि प्रश्नाः सन्ति चेत्, कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् अत्र विरामः घोष्यते। धन्यवादः, धन्यवादः भगिनी, नमस्कारः, धन्यवादः।